पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 113 श्रीकृष्ण उवाच पुरा वन्दीपुरे वासी विप्र आसीद्धनेश्वरः ब्रह्मकर्मपरिभ्रष्टः पापनिष्ठः सुदुर्मदिः रसकम्बलचर्मादि विक्रयान्हृदवर्तनः स्थेयवेश्या सुरापानद्युदसंसक्तमानसः देशाद्देशान्तरं गच्छन् क्रयविक्रयकारणाद् माहिष्मदीं पुरीं याद कदाचित् स धनेश्वरः महिषेण कृता पूर्वं तस्मान् माहिष्मदी भवद यस्यां वप्रतडाभादि नर्मदापापनाशिनी कार्तिकव्रतिनस्तत्र नानाग्रामागतान्नरान् स दृष्ट्वा विक्रयं कुर्वन्मासमेकमुवासः स नित्यं नर्मदातीरे भ्रमन्विक्रयकारणात् ददर्श ब्राह्मणान् स्नादान् जपदेवार्चने रदान् कांश्चित् पुराणं पठद कांश्चित् तच्छ्रवणे रदान् नृत्यगायनवादित्र विष्णुस्तवनतत्परान् विष्णुमुद्राङ्गितान् कांश्चिन्मालातुलसिधारिणः ददर्श कौतुकाविष्टस्तत्र तत्र धनेश्वरः नित्यं परिभ्रमंस्तत्र दर्शनस्पर्शभाषणाद् वैष्णवानां तथा विष्णोर्नामश्रावादि सोलभद एवं मासं स्थितशोध कार्तिकोद्यापने विधौ क्रियमाणे ददर्शासौ भक्तैर्जागरणं हरेः पौर्णमास्यां ततो पश्यद्विविधं पूजनादिकं दक्षिणाभोजनाद्यं च दीपदानं व्रतस्थितैः तदोर्कास्तमये चैवं दीपोत्सवविधिं तदा क्रियमाणं ददर्शासौ प्रीत्यर्थं त्रिपुरद्विषः त्रिपुराणां कृतो दाहो यतस्तस्यां शिवेन तु अधस्तु क्रियते तस्यां तिथौ भक्तैर्महोत्सवः मम रुद्रस्य यः कश्चिदन्तरं परिकल्पयेत् तस्य पुण्यक्रिया सर्वा निष्फला स्युर्न संशयः तत्र नृत्यादिकं पश्यन् बभ्रामस धनेश्वरः तावत् कृष्णाहिना दष्टो विकलस्स पपातः जनास्तं पतितं वीक्ष्य परिववृकृपान्विताः तुलसीमिश्रितैस्तोयैस्तन्मुखं शिशिचुस्तदा अध देहे परित्यक्रे तं बद्ध्वा यमकिङ्कराः बध्यमानं कशाखादैर्निन्युस्सं यमिनी मृषा चित्रगुप्तस्तु तं दृष्ट्वा निर्भस्या वेदयत्तदा यमायतेन बाल्यात् कर्म यद्दुष्कृतं कृतं चित्रगुप्त उवाच नैवास्य दृश्यते किञ्चिदा बाल्यात् सुकृतं क्वचिद् दुष्कृतं शक्यते वक्तुं शतवर्षैर्न भास्करे पापमूर्तिरयं दुष्टः केवलं दृश्यते विभो तस्मादाकल्पमर्यादं निरये परिपाच्यतां श्रीकृष्ण उवाच निशम्येद्धं वच क्रोधाद्यमप्राहस्व किङ्करान् दर्शयान्नात्मनोरूपं कालाग्निसदृशप्रभं यम उवाच भो प्रेदा तनयस्वैनं बध्यमानं स्वमुद्गरैः कुम्भीपागे क्षिपस्वाशु तैलक्वधनशब्दिदे यादक्षिप्तस्तु तत्रासौ तावच्छीतलतां ययौ कुम्भीपाको यथा वह्निप्रह्लादक्षेपणात्पुरा तद्दृष्ट्वा महदादश्चर्यं प्रेतपो विस्मयान्वितः वेगादागत्य तत्सर्वं यमाया कथयत्तदा यमस्तु कौतुकं श्रुत्वा प्रेतपेन निवेदितम् आकिमेददिति प्रोच्य सम्यगेदद्विचारयत् तावदभ्यागतस्तत्र नारदप्रहसंस्त्वरन् यमेन पूजितः सम्यक् तं दृष्ट्वा वाक्यमब्रवीद नारद उवाच नैवायं निरयान् भोक्तुं क्षमसवितृनन्दन यस्मादेतस्य संजातम् कर्म यन्निरयापहं यः पुण्यकर्मणां कुर्याद्दर्शनस्पर्शभाषणं तत्षडंशमवाप्नोति पुण्यस्य नियतं नरः असङ्ख्यातैस्तु संसर्गैः कृतवानेष यद्धरेः कार्तिकव्रतिभिर्मासं तस्मात् पुण्यांश भागयं परिचर्या करस्तेषां सम्पूर्णव्रतपुण्यभाक् अदोस्योर्जव्रतोद्भूतपुण्यसङ्ख्या न विद्यते कार्तिकव्रतिनां पुंसां पादकानि महान्त्यपि नाशयत्येव सर्वाणि विष्णुसद्भक्तवत्सलः अन्ते तन्नामभिस्तो यैस्तुलसीमिश्रितैस्त्वयं वैष्णवानुग्रहीयस्मान्नरके नैव पच्यते तस्मान् निगदपापोऽयं सद्गतिं यातुमर्हति आर्द्रैशुष्कैर्यथा पापैर्निरये भोगसंनिधिः प्राप्यते सुकृतैस्तद्वत्स्वर्गभोगस्य संनिधिः तस्मादकामपुण्यो हि यक्षयोनिस्थितस्त्वसौ विलोक्य नरकान् सर्वान् पापभोगमवाप्नुयात् श्रीकृष्ण उवाच इत्युक्त्वा गतवति नारदेध सौरिस्तद्वाक्यश्रवणविबुद्ध तत्सुकर्मा विप्रं तं पुनरनयत् स्वकिङ्करेण तान् सर्वान्निरयगणान् प्रदर्शयिष्यन् इति श्रीपाद्मे महापुराणे उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्ण सत्यभामासंवादे धनेश्वरोपाख्याने त्रयोदशाधिकशततमोऽध्यायः ॐ